नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. यणन्तदातवः इति पाठः प्रवर्तते. गतसप्ताहे वयं हलन्तदातवः दृष्टवन्तः. सामान्य हलन्तधातूनां यणन्तदातुवृद्धिः इति, तत्र सामान्य हलन्तधातूनां यणन्तदातुवृद्धिः इति प्रथमम् आसीत्. तत्र तु दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति यङि परे. अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्ग्युकोः, तत्र यङि यङ्ग्युकि च दीर्घः भवति, अभ्यासस्य दीर्घः भवति इति सूत्रं दृष्टवन्तः. अनन्तरं तत्र इकार उकारयोः अस्ति चेत् अभ्यासे तत्र गुणः भवति, गुणो यङ्ग्युकोः, परिचितं सूत्रमेव. अङ्गस्य अभ्यासस्य गुणः यङ्गुकोः. शीक् इति अस्ति चेत् तत्र गुणः भूत्वा शेक् इति भवति. तत्र उदाहरणं यद् प्रदर्शितं तत्तु मे मीयते, तादृशमेव शीक् धातोः शेषिक्यते इति प्रायः भवेत्. अधुपदा धातूनां यङन्तधातुशुद्धिः इति द्वितीयम् आसीत्. तत्र सामान्य अधुपदधातवः तत्र किं भवति इत्युक्ते, तत्र अपि दीर्घोकितः एव भवति. यदा पूर्वं सामान्य अधुपदधातूनामपि दीर्घोकितः इत्यनेन दीर्घत्वं गल् धातुः तत्र जाघल्यते इति दीर्घः भूत्वा जाघल्यते इति रूपम्. अनन्तरं जन सन खन इति धातूनां तत्र विभाषा, ये विभाषा इत्यनेन तत्र नकारस्य आत्वं भवति. जन् धातुः नकारस्य आत्वं भूत्वा जाय कृत्वा सामान्य अभ्यासकार्यं दीर्घोक्तितः सर्वं कृत्वा तत्र जा जायते. आत्वपक्षे अपक्षे तु तत्र नुगतो अनुनासिकान्तस्य इति सूत्रेण नुक् आगमः भवति. अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुकागमः भवति. झञ्झन्यते झाजायते झञ्झन्यते इति रूपद्वयं जन सन खन एतेषां धातूनां ये विभाषा इत्यनेन तत्र रूपद्वयं. तृतीयमस्ति हन् धातु. हन्ते हिंसायां यङि द्विभावो वाच्यः इति एकं वार्तिकम् नुगन्ता नुगतो अनुनासिकान्तस्य इत्यस्मिन् विषये एतद् वार्तिकं प्रदर्शितमस्ति. तत्र किं भवति इत्युक्ते, हिंसार्थे तु घ्री इति आदेशः भवति. हिंसार्थः नास्ति चेत् तत्र हकारस्य स्थाने कवर्गादेशः भवति. अतः तत्रापि रूपद्वयं, यदा पूर्वम् अत्रापि रूपद्वयं भवति. हन् धातोः यदा तत्र हिंसार्थे अस्ति चेत् जङ्घन्यते, विश्वाभ्यासकार्यम्, अनन्तरं कुत्वम्, अनन्तरं परसवर्णादि नुक्कागमः, परसवर्णादेशः सर्वं कृत्वा तत्र जङ्घन्यते इति एकं रूपं शब्दम् आम्. जेघ्नीयते जेघ्रीयते जेघ्नी शब्दं न किल, जेघ्नीयते जङ्घन्यते इति रूपद्वयं. हिंसार्थे अहिंसार्थे इति रूपद्वयम्. अनन्तरं कस पद पद इति धातुद्वय त्रयं, तेषामपि तत्र केचन तत्रापि नीक् इति आगमः भवति, न तु मुक्, तत्र तु नीक् इति आगमः भवति विशिष्टसूत्रेण. अनन्तरं तत्र चनीकस्यते इति रूपं, नीक् आगमः भूत्वा नीक् इति आगमः कित् इति कृत्वा दीर्घोकितः इत्यनेन कित् न भवति, दीर्घो अकितः किल, अतः कित् न भवति, चनीकस्यते इति तत्र रूपम्. अनन्तरम् अनुनासिकान्त अधुपदधातूनां यणन्तधातुशुद्धिः, तत्र एव अस्माकं नुगतो अनुनासिकान्तस्य इत्यनेन नुक् आगमः भवति इति दृष्टवन्तः. तत्र इतोपि एकं वार्तिकमस्ति, पदान्तवच्चेति वक्तव्यम्. अदन्त अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुकागमे सति अभ्यासः पदान्तवत् इति मन्तव्यम्. अभ्यासः पदान्तवत् इति यदा वयं स्वीकुर्मः तदा किं भवति, वा पदान्तस्य इत्यनेन परसवर्णविकल्पः भवति. अतः तत्र मुगतो अनुनासिकान्तस्य इत्यत्र पदान्तवच्चेति वक्तव्यम् इति वार्तिकं स्मर्तव्यम्। यदा पदान्तवत् इति वयं स्वीकुर्मः तदा वा पदान्तस्य इत्यनेन परसवर्णादेशः विकल्पेन भवति इति तत्र। अनन्तरं जप जब दह पश इति विशिष्टसूत्रम् अस्ति। नुगतो अनुनासिकान्तस्य इत्यनेन नुकागमः न भवति, परन्तु जप जब दह दश भञ्ज पशां च इत्यनेन विशिष्टसूत्रेण नुकागमः एव भवति, परन्तु अनेन विशिष्टसूत्रेण भवति। झञ्झप्यते अनन्तरं झञ्झप्यते तत्रापि वा पदान्तस्य इत्यनेन रूपद्वयं भवति नुकागमः भूत्वा। अनन्तरम् अस्माकं यत् विषयः वयं चर्चितः अस्माभिः चर्चितः तदेव अग्रिमम् अस्ति। चरफल इति धातोः यङ् धातु यङन्त धातुसिद्धिः इति तत्र सूत्रद्वयमासीत्, चरफलोश्च उत्परस्य अतः इति तत्रैव मया प्रदर्शितं। तत् प्रथमं तप्रकरणं पूर्वं किमर्थम् इति पश्यामः, अनन्तरम् अत्र आगत्य पश्यामः। द्वादशतम करपत्रं तिङन्तेषु फल्सन्धि कार्याणि समग्रचिन्तनं प्राप्तम्। तत्र ईमेल् पर्याप्तं वा भगिनि? ईमेल् ईमेल् अत्र अहं किञ्चिदेव योजितवती, तद् यद् आवश्यकं तदेव योजितवती। करपत्रे तु पूर्णतया प्रदर्शितं, तावदेव भेदः। आमस्ति, ट्वेल्व् एव खलु भगिनि, नाट् ट्वेल्व् ए ट्वेल्व् बि, अस्तु तिङन्तेषु फल्सन्धिकार्याणि सङ्ग्रहः इति तत्र प्रथमं टेबल् सर्वम् अस्ति, अनन्तरमेव पम्पुल् योगः अस्ति, पम्पुल्षि अत्र प्रश्नः उदेति किमर्थं गुणो न्या स्यात् इति। तत् प्राप्तं वा भवानेव पठति वा महोदय? तत्र पम्पुल् योगस्ति पम्पुल्षि अतः प्रश्नः उदेति किमर्थं गुणः न स्यात् इति अस्य अवगमनार्थं यङ्गलुगन्तधातुः पम्पुल् कथं निष्पद्यते इति बोध्यं। श्रूयते वा ध्वनि? श्रूयते श्रूयते। फल् फल् बहु मन्दम् अस्ति खलु भगिनि? अहं प्रायः म्यूट् करोमि मम। इदानीं श्रूयते वा? श्रूयते, मम तु सम्यक् एव अस्ति, अहं तु हेड्फोन् धृतवती। आमपि अहं म्यूट् मध्ये भवामि महोदय, भवान् पठतु। अस्तु, फल् इति अस्ति युक्तं भवति, फल् फल् अनन्तरं चत्वं फफल् अनन्तरं चलफलोश्च इत्यनेन तत्र चरफलोश्च इत्यनेन नुकागमः, अनन्तरं तत्र पम्फुल् पम्फल् अनन्तरं तत्र उत्परसाता इत्यनेन पम्फुल् इति अगन्त एङ्ग्लुगन्तदातुः। अत्र चरफलोश्च इत्यनेन अभ्यासस्य नुकागमः, परस्य आतः इत्यनेन अभ्यासात् परस्य ह्रस्वः अकारस्य स्थाने उत आदेशः। एताभ्यां सूत्राभ्यां पम्फुल् इति एङ्ग्लुगन्तदातुः भवति। उत् आदेशस्य तपरसामर्थ्यात् गुणः न भवति। यदि गुणः इष्यते उ इत्यस्य कथनेन पर्याप्तम् आसीत्, तदा गुणः अभविष्यत्। गुणकार्यस्य निवारणार्थं तपःकरणं कृतं, भाव्यमानः अपि उकारः सवर्णान् न गृह्णाति इति परिभाषा अस्तु। विधीयमानः इत्युक्ते विधीयमानः ये अण् वर्णः तस्य सवर्णग्रहणं न भवति इत्यर्थः। अन्यच्च तपरशास्त्रम् अन्तरङ्गं, गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यम् अत्र असिद्धम् इति अस्ति। तत्र किमर्थं तत्र गुणः न भवति, पम्पोल् पम्पोल्षि इति न भवति इति अत्र किमस्ति? तपरकरणसामर्थ्यात्, तपरकरणेन तत्र वयं ज्ञातुं शक्नुमः अत्र गुणः मा भूत् इति, किमर्थं तत् तपस्तत्कालः तदेव भवति, किमर्थम् अन्यथा उ इत्येव पर्याप्तम् आसीत्, किमर्थं त इति अन्यापि वर्णस्य योजनं पाणिनिना न कृतम् इति, किमर्थं कृतम् इति तत्र वयं जानीमः. तत्र विधीयमानः अण् तत्र सवर्णगणं न भवति इति, अणुदि सवर्णस्य च प्रत्ययः इत्यनेन तत्र तत्र विधीयमानः अप्रत्ययः विधीयमानः अस्ति चेत् विधीयमानः अस्ति चेत् सवर्णग्रहणं न भवति अप्रत्ययः इति उक्तम्. अतः वयम् उ इत्येव पर्याप्तम् आसीत्, परन्तु अत्र उत् इति कृतमस्ति इति कृत्वा तत्र गुणनिषेधः भवति इति अस्ति. अपि च तपरशास्त्रम् अन्तरङ्गमस्ति, गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यम् असिद्धमस्ति, असिद्धमस्ति गुण तपरशास्त्रम् अन्तर आदौ भवति तपरशास्त्रम् उत्तरशातः. गुणकार्यम् 847477 न जानामि, तत्र गुणकार्य बहिरङ्गमस्ति. अस्तु तावदेव भगिनि. सत्यम् अन्तरङ्गकार्यं भवति तपरशास्त्रं, गुणकार्यं तु बहिरङ्गम् अनन्तरमेव तस्य कार्यं किल, अतः कोऽपि निमित्तानि आवश्यकानि, निमित्तं भवति निमित्त, अतः गुणकार्यम् अत्र असिद्धं भवति. इदानीं स्पष्टमस्ति किल अनेन, तत्र सः यदा ओ इति इष्टवान् तत्र सः उत् इति किमर्थम् उक्तवान्, उत्तकारः उच्चारणार्थः इति तु नास्ति किल, तत्र उत् इति यदा सः उक्तवान् तत्र सः गुणकार्यं सः न इष्टवान् इत्येव. परन्तु अलिचैत्यनेन भवति असिद्धम् इति कृत्वा तद् भवति एव, तद् यङ्ग् आं सत्यं तत्र आं तत्र तद् अग्रे खलु अतः भवति तद् तद् अत्र न प्रायः नास्ति, अत्र अस्ति अस्ति अस्ति अत्र एव पठतु महोदय, एकस्मिन् एव करपत्रे पठामः, तदेव अस्ति तत्र कापि पेस्ट् एव कृतवन्तः, परन्तु प्रथमपरिच्छेदस्य किमर्थं तत् प्रायः विस्मृतवन्तः वा कापि पेस्ट् मध्ये लुप्तं वा न जाने, एतत् परिच्छेदः एष आम् एतत् नास्ति तत्र, तावदेव तद् तत् त्यक्तः. चञ्चुर्योगति हलिचेचन चञ्चूर्ति, अत्र किमर्थं दीर्घोत्तं न निवारितम् इति प्रश्नः, यथा तपरकरणं कृतम् इदानीं तत्र दीर्घः अभवत् अभवत् किल इति प्रश्नः, तत्र समाधानमेवमस्ति. प्रश्नः अस्ति यत् तपरकरणसामर्थ्यात् यया रीत्या गुणः निवारितः, किमर्थं न एवमेव चञ्चुर्यगति इति चितौ हलिचैत्यस्य इत्यनेन यः दीर्घादेशः प्रसक्तः सोपि निवारितः भवेत् किल इति प्रश्नः. अत्र किन्तु पूर्वत्रासीत्यमित्यनेन उत्परशातः उत्पर अल्ल उत्परस्य आतः इत्यस्य दृष्ट्या हलिच इत्यस्य अस्तित्वं नास्ति, अतः उत्परस्य आतः इति सूत्रद्वारा यत् तपरकरणस्य सामर्थ्यं तद्वारा बाधा न सम्भवति. किमर्थमिति चेत् पूर्वत्रासिद्धम् इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतं, शास्त्रासिद्धं कार्यासिद्धं. शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तं, तत्र पूर्वसूत्रं प्रति त्रिपाद्यां सूत्रं परसूत्रम् आसीत्, अपि च त्रिपाद्यं स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातम् इति चेत् तत्र पूर्वसूत्रं प्रति तस्य कार्यम् असिद्धं. नाम यद्यपि कार्यं जातं तथापि न दृश्यते पूर्वसूत्रेण. अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्र यतोहि द्वयोः प्रसक्तिः युगपत् नास्ति, अपि च अस्य कार्यं जातं तत्सूत्रं हलिच इति हलिच सूत्रं प्रति पूर्वसूत्रं न तु परसूत्रं, तर्हि न शास्त्रसिद्धं न वा कार्यसिद्धं. किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत् पूर्वत्र सिद्धम् इत्यस्य एकभेदमेव कार्यं वर्तते, द्वैविधं दैविध्यं विभजनं न करणीयं. यत्र कुत्रापि द्वयोः सूत्रयोः मध्ये एकं सूत्रं त्रिपाद्यां तत्र पूर्वग्रासिद्धम् इति सूत्रप्रसङ्गे चिन्तनीयं भवति. द्विविधमेव द्विविधमेव इति वदामश्चेत् समस्या भवति यथा अत्र. अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्रासिद्धम् इत्यस्य दैनित्यं बोधनार्थं लाभाय इति तु अस्ति अस्तु अवश्यं. किन्तु अन्ततो गत्वा यदा द्विविधं कार्यं बुद्धं तदा सम्पूर्णकथायाः अवगमनार्थं तस्य दैविध्यं त्यक्त्वा इतोपि विशालबोधः अपनीयः. यथा अत्र पूर्वत्रासिद्धमित्यनेन हलिच इत्यस्य अस्तित्वं नास्ति उत्परस्य अतः इत्यस्य दृष्ट्या, अतः उत्परस्य अतः हलिच इत्यनेन इत्यस्य कार्यं बाधितुं न शक्नोति. तदर्थं हलिच कार्यं करोति रूपं भवितुं भवति चूर्ति इति. अत्र कथमस्ति पूर्वत्रसिद्धमेव कार्यमस्ति. वयं पूर्वमधितवन्तः कार्यसिद्धं शास्त्रसिद्धम् इति, परन्तु तत्र किमर्थ दैविध्यं द्विविधम् इति तादृश सुखबोधार्थमेव अस्ति तत्र इति, तत् न तत् तादृशचित्रं न आवश्यकम् इदानीम् इति. केवलं पूर्वत्रासिद्धम् इत्येव इत्यनेन एव तत्र हलिच इति सूत्रं कार्यं करोति. किमर्थम् इति उत्परशातः उत्परशातः तत् कृते यत् हलिच इति सूत्रम् असिद्धमस्ति, अतः हलिच इत्यस्य कार्यं बाधितुं न शक्नोति इति अस्ति. उत्परस्य अधः इति सप्तमाध्यायस्य चतुर्थपादस्य सूत्रम् अश्वलिच इति द्विपाद्याम् अस्ति. तदापि यद् कार्यम् उत्परस्य तदापि इति न, उत्परस्य अधः इत्यने इत्यस्य दृष्ट्या हलिच इत्यस्य यत् कार्यं यद् भवति अथवा भविष्यति तत्तु असिद्धम् अस्ति. अतः तत्तु तस्य कार्यमेव करोति तावदेव, तद् बाधितुं न शक्नोति तावदेव. कार्यं हलीच इत्यनेन यत् कार्यं भविष्यति तस्य बाधाम् उत्परस्य अतः न करोति. सः चञ्चूर्ति यद्यपि तत्र तु भवति एव, परन्तु भुगन्तलघुपदस्य च किमर्थं न भवति इत्युक्ते द्वयमपि तत्र सपादसप्ताध्यायामेव अस्ति, अतः तत्र तादृशचिन्तनं न कर्तुं शक्यते. तत्र तु गुणः न भवति. किमर्थम् इत्युक्ते सपरकरणसामर्थ्यात् गुणः न. स्पष्टमस्ति वा? भगिनि स्पष्टम्. बहु पूर्वं पठितवन्तः, न तु यङ्ग् यङ्ग्लुङ्ग् पाठे अहं बहु अन्वेषणं कृतवती कुत्र अस्ति तप्रकरणं तप्रकरणम् इति. अनन्तरं सर्च् बाक्स् मध्ये यदा उत्परस्य अधः इति सूत्रं योजितवती तदा तिङन्तपाठः इति आगतं. तत् पठितं वा इति अपि अहं न स्मरामि, परन्तु अस्मिन् पाठे अस्ति. अरुणा भगिनी स्पष्टम् अस्ति वा? न भगिनी, तदेव पुनः सञ्चित्येन तत्र सूत्रत्रयं विषयः सूत्रत्रयम् उत्परस्य अतः अनन्तरं पुगन्तलघुपदस्य च हलि च इति सूत्रत्रयं पृथक् पृथक् पश्यामः. तत्र उत्परस्य अतः इति सूत्रे उत् इति दत्तम् इति प्रथमान्तं तपरकरणं कृतम्. तत्र किं भवति, चर् पल् इति धातोः अभ्यासस्य परस्य रस्व अकारस्य स्थाने उक् इति आदेशः, उक् केवलम् उक् उक् इत्युक्ते रस्व उकारः एव. तपरकरणं कृतं यङि यङ्ुपि तादृशम् आगच्छति इति वदति. यदा तत्र वयम् उक् इति आदेशः कुर्मः तत्र चर् चर् इति धातुः स्वीकुर्मः चेत् चर् चर् चर् चञ्चर् चञ्चूर् उकारः उक् आदेशः, अतः चञ्चूर्. इदानीम् अस्माकं कृते कः प्रश्नः भवति इत्युक्ते तत्र चञ्चोर् इति किमर्थं न स्यात्? सामान्यतया वयं तदेव कुर्मः किल, शप् योजयामः चेत् पुगन्तलघुपदस्य च इति पुनः कुर्मः. तत्र किं वदति इत्युक्ते पाणिनिना स्पष्टतया उक्तम् उत्परस्य अधः इति, सः तु ओत् वा केवलम् ऊ वा न उक्तम्, उत् इति तपरकरणं कृतम्. इत्युक्ते सः न इष्यते, गुणः तेन न इष्यते, पाणिनिना गुणः न इष्यते, अतः एव सः तप्रकरणं कृतवान्। अतः वयं पुनः तत्र आगत्य गुणः न कर्तुं शक्नुमः इत्येव तत्र वदति। तद् एकं भागः, एकः भागः तद् तत् स्वीकृत्य वयम् इदानीं चञ्चूर् इति रूपं साधितवन्तः। परन्तु किं भवति यदा ति योजयामः, तत्र हलीच इत्यस्य प्रसक्तिः अस्ति। हलीच किं वदति, रेफान्तानां वकारान्तानां धातूनां उपधायां स्थितः इक्वर्णः दीर्घः भवति हलिपरे। अतः किं भवति, चञ्चूर्ति। यदा सः तपरकरणं कृतवान् तस्मिन् समये किम् उक्तवन्तः, गुणः न भवति इति उक्तवन्तः। दीर्घः किमर्थं वयं कुर्मः इति प्रश्नः आगच्छति। दीर्घः दीर्घः कथं भवति इदानीं, तत् साधु वा इति प्रश्नः आगच्छति। तत्र चिन्तनम् एवम् अस्ति यत् खलीच इति सूत्रं त्रिपादिसूत्रमस्ति, उत्परस्य अतः इति सूत्रं तु समाधसप्ताध्याय्याम् अस्ति। यत् कार्यं हलीच इत्यनेन करिष्यमाणः अस्ति तद् उत्परस्य अतः न पश्यति, तद् न द्रष्टुं शक्नोति, असिद्धम् अस्ति तस्य दृष्ट्या। अतः सः बाधां न करोति। तद् अग्रे किमपि भवति, मम कार्यं तु तपरकरणम्, अहं तु तत् कार्यं कृतं, मया कृतं तत् कार्यम्, अग्रे किमपि भवतु इति तस्य बाधा उत्परस्य अतः न करोति तावदेव। अतः तत्र दीर्घः भवति। धन्यवादः। उत्परस्य आतः इत्यनेन अकारस्य स्थाने उत् इति स्थापयामि चेत् देन् उपदा लघु उपदा नास्ति इत्यनेन तकारः एव दृश्यते खलु भगिनी, उपदा इति इफ् ऐ सो इफ् ऐ मेक् इट् उत् इट् सेल्फ् इस् द आदेश, नाट् उकार एव, तत्र रूपं दोषाय भवति किल, चञ्चुतर् चञ्चुतर् अनन्तरं तकारः वर्णः इति वयं तदेव, अतः एव सः किं कृतवान्, प्रथमं तत्र इत्वर्णानां इत्संज्ञा लोपः करणीयः सर्वदा इति नियमः सः आनीतवान् किल। चिन्तनं समीचीनं परन्तु तादृशं न भवति। अनन्तरं पुनः एकं सूत्रं तकारस्य कृते, तकारलोपस्य कृते, अनन्तरं तद् यूनिवर्सल् अप्लिकेशन् न भवति, अन्यत्र कुत्रापि वयं तादृशं तत्र क्लेशः भवति। सः बहु किमपि चिन्तयित्वा एव सूत्राणि रचितवान्। आम् आं भगिनि, किमपि नो लूप् होल्स् तत्र किञ्चु अस्ति तकारः कुत्रापि मध्ये आगच्छति किल, वयं तस्य तुकागमः तकारः अस्ति चेत् वयं तत्रापि वदामः अत्रापि संज्ञा करोतु इति, तादृशं सर्वत्र गच्छति। इदानीम् अस्माकं करपत्रं तत्र चञ्चु तदेव अस्ति अत्र अस्मिन् करपत्रे एव, अतः अग्रिमं प्रति गच्छामः। अष्टमगुरु भगिनी भवती रोषा भगिनी क्रस्तुभ्यः पश्य अस्तु भगिनि, चञ्चूर् चञ्चूर् वयम् अत्र समाप्तं भगिनि, तावदेव समानमेव अस्ति, तद् एकः परिच्छेदः त्यक्तः तावदेव, किमपि न्यस्ति तदेव अस्ति ग्रह् व्यद् अस्तु। ग्रह् व्यद् वश्च व्यच् इति चतुर्णां धातूनां यङन्तधातु सिद्धिः, येषां चतुर्णां धातूनां सम्प्रसारणं भवति इति ङिति प्रत्यये परे। ग्रह् योगः यङ् ङित् प्रत्यये परे सम्प्रसारणं, ग्रह् योगः यङ् गृ योगः अकारः, रेपस्य स्थाने ऋकारः आयाति. ओके, गृ अनन्तरम् अकारः अस्ति सम्प्रसारणाच्च. गृ अ ह योगः य इति स्थिते सम्प्रसारणाच्च इत्यनेन ऋकार अकारयोः पूर्वरूप आदेशः गृह योगः यकार इति एव भवति. गृह् योगः यकारः द्वित्व अभ्यासकार्यं. गृ गृ योगः ह्य गृह् गृ गृ अपि च ह्य. ओके, देन् उरत् उरत् इत्यने उरत् इत्यनेन उः स्थाने अकारः. ओके, उरत् उरण्डपरः रेपः आयाति. देन् हलादिशेषः हलादिशेषः इत् ओके, देन् जगृ सो हलादि गृ गृ ह्य गृ गृ ह्य इति कृते. ओके, सो गृ गृ देन् जृ गृ कुहोश्चुः जृ गृ देन् रेपस्य स्थाने उरत् इति कृते न ऋकारस्य स्थाने अकारः भवति. जृ इति जर् भवति उरण्ड्रपरः अपि च सो जर् भवति जर् गृ ह्य. अनन्तरं हलादिशेषः इत्यनेन जर् इत्यस्य ज एव भवति. सो ज गृ ह्य ज गृ ह्य. देन् रीग् रीगृ दु उपदस्य च रीगृ रीगृद् उपदस्य च इत्यनेन ऋद् उपदयोः ऋद् उपदयोः नो ऋ द् उपद उपदधातोः. ओके, ऋ दु ऋदु ऋदुप ऋदुप ऋदुप ऋदुपद ऋदुपदधातोः क्षम्यता ऋदुपदधातोः अभ्यासस्य रि इति आगमः भवति यङि परे. ओके, क्षम्यतां भगिनि. सो रीक् इति आगमः भवति यङि परे. सो गृ इति कृते ज सो आगमः भवति यङि परे अभ्यासस्य रीक् आगमः. सो जरि जरि इति ज गृ ह्य इति जरि गृ ह्य. सो जरि गृह्य इति यङन्तधातुः जरी गृह्यते. अस्तु, प्रथमं सम्प्रसारणकार्यं गृह् योगः यङ् वचि न गृहीज्या वयि व्यति वष्टि विचति पृच्छति पृच्छति नाम इति च इत्यनेन सम्प्रसारणकार्यम्. अनन्तरमेव द्वित्वं सो गृह् गृह् इति गृह् भवति द्वित्व अभ्यासस्य कार्यं गृह् गृह्य. देन् उरत् उरत् हलादिशेषः. ओके, जगृह्य देन् दिस् इस् द न्यू सूत्र दिस् पठितवन्तः वयं. रीग् ऋदुपद रीग् ऋदुपदस्य च इत्यनेन अभ्यासस्य रीक् आगमः भवति. गृहीज्या वयि व्यधि वि नो देट् अण्ड् देन् इगणः सम्प्रसारणम् इगणः सम्प्रसारणम्. ओके, यणः स्थाने इण्णादेशः सम्प्रसारणाच्च अपि वयं जानीमः. रीग् ऋद् उपदस्य च ऋद् उपदधातोः अभ्यासस्य रीक् इति आगमः भवति यङि यङ् लुकि च. अनुवृत्तिसहितसूत्रं ऋद् उपदस्य अङ्गस्य अभ्यासस्य रीक् यङ् लुकोः यङ् अपि च यङ् लुकोः इति. ओके, रीग् यङि यङ् लुकि च ऋद् उपदधातोः अभ्यासस्य रीक्. वि हव् डन् सिमिलर् सूत्र फर् द यक् टु बट् ऐ डोण्ट् रिमेम्बर् दट् एवमेव कर्मणि कर्मणि यक् कृते वयं संथिङ्ग् लैक् दट् रीक् आगमार् दट् सौण्ड्स् लैक् इट् तत् न रीङ्गृतः रीङ्गृतः रीङ्गृतः अत्र यङ् यङ् लुकि रीग् ऋद् उपदस्य च अभ्यास्तस्य रीकागमः एवमेव व्यद् योगः यङ् व्यद् योगः यङ् इत्युक्ते गृहीज्या वै व्यधि इत्यनेन सम्प्रसारणं भवति वकारयकारयोः यकारः परः अस्ति स वकारः एव सम्प्रसारणम् अथवा यकारस्य सम्प्रसारणं सो सम्प्रसारवर्णः पूर्वं स्थितस्य वर्णस्य एव सम्प्रसारणं भवति न सम्प्रसारणे इत्यनेन सम्प्रसारणवर्णः परः अस्ति देन् पूर्व पूर्वस्य नास्ति परस्य एव खलु सो यकारस्य कृते एव सम्प्रसारणं भवति यकारस्य इकारः भवति अनन्तरं सम्प्रसारणाच्च इत्यनेन इकाराकारयोः पूर्वरूपम् आदेशः देन् सो वकार इकारः भवति वि विद् विद् योगः यङ् इति भवति सो विद् य देन् द्वित्वकार्यं वि विद्य इति भवति विद् विद् य न वि विद् य देन् वि विद्य इति कृते विविद्य विविद्य अत्र उरत् नास्ति उरण्ड्रपरः नाति हलादिशेषः अपि न हलादिशेषः या विद् विविद् नो विविद् विविद् विविद्य एव भवति विविद्यते विविद्यते विविद्येते विविद्यन्ते वि गुणो यङ् लुकोः गुणो यङ् लुकोः अभ्यासस्य गुणः आम् आम् सो वि इति वे वे विद्यते अत्र अत्र किमर्थं नास्ति ज ओ जकार जरी ओ जरी इति अत्र अभ्यासस्य कृते कार्यमस्ति परन्तु अत्र रुद्रुपद अत्र इकार उपद विद् सो अभ्यास अभ्यासस्य गुणः भवति गुणो यङ् लुकोः इत्यनेन अस्तु भगिनि वे विद्यते वे विद्यते वे विद्येते वे विद्यन्ते वे विद्यसे वे विद्येते वे विद्यद्वे वे विद्ये वे विद्यावहे वे विद्यामहे सो यङ्गि यङ् लुकोः लट्स् आफ् अभ्यासस्य कृते एव कार्यम् अस्तु गुण यङ् लुकोः देन् व्यच् योगः अरुणा भगिनि व्यच् योगः यङ् अत्र व्यच् इति सम्प्रसारण धातुः सम्प्रसारणचेतेन द्वितीय नकारस्थाने ई आदेशः भवति विच् इति रूपं विच् विच् य तदनन्तरं हलिचाय् सूत्रेण चकारः अपगच्छति विच्य ओ हलादिशेषः इति अमृतमिति हलादिशेषः लोपः भवति विविच्य अधुना अत्र इक्वर्णः अस्ति अतः गुणो यङ् लुकोः इत्यनेन गुण प्रथम कारस्य विविच्यते विविच्यते विविच्यते विविच्य विविच्यते विविच्य विविच्यते विविच्यते द्वे विद्यद्वे द्वे विद्महे वस् धातोः यङन्ता धातुशिद्भिः वस् कान्तौ इति धातुः अर्थः धातु पशु कान्तौ इति अर्थः वस् धातु ग्रहादौ अस्ति किन्तु न वसः इत्यनेन सूत्रेण तस्य सम्प्रसारणं न भवति यङ् प्रत्यये परे अतः वस् युग यङ् युक्तभ्यासकार्यं प्रथमं वस् वस् वास्य दीर्घोकितः इति सूत्रेण वा वस्य वावस्य वावश्यते वावश्येते वावश्यन्ते व्यावश्यते वाव्येते व्याव्यस्वद्धे व्यवस्थे व्यावस्वहे व्यवस्महे अत्र सामान्यतया वस् धातु सम्प्रसारणदातु बट् सूत्रमस्ति न वशः सूत्रेण सम्प्रसारणं न भवति केवलं द्युत्वकार्यं तदनन्तरम् अङ्गम् अदन्तमङ्गमस्ति चेत् दीर्घोकितः इत्यनेन दीर्घः भवति किं महोदय पठामि वस् धातोः वकारस्य सम्प्रसारणं न भवति यङि परि अनेन ग्रहीज्या वचि व्यधि वष्टि विच्छति वृच्छति पृच्छति भुज्यतीनाम् इति च इत्यस्य प्राप्तसम्प्रसारणं बाधितं न अव्ययं वशः षष्ट्यन्त्यं द्विपदमिदं सूत्रं ह्यङ्गः सम्प्रसारणम् इत्यस्मात् सम्प्रसारण इत्यस्य अनुवृत्तिः स्वपि स्वपिङ्गां यङ्गि इत्यस्मात् यङ्गि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितं सूत्रं न वशः सम्प्रसारणं यङ्गि सूत्रं वदति अनुवृत्तसहितं सूत्रमस्ति न वशः सम्प्रसारणं यङ्गि एतत् अत्यन्त अर्थमस्ति बस् धातुतः यङ् पदे सम्प्रसारणं न भवति दीर्घ किं भगिनि वै धातुः स्वतन्त्रः अस्तु नास्ति अपि तु लिप् प्रत्ययपरे वेङ् धातोः स्थाने धात्वादेशः भवति अतः यङि परे इदं वै न प्राप्यते एव अपि च ज्या धातुः अकारान्तधातुषु उपस्थापितम् ओके अन्यद् द्वौ धातव धातौ अत्र दत्तं वै धातु जा धातु अत्र यङन्त प्रकृते यङ् परे तत् सामान्यतया लिट्लकारे लिट्पद्यपरे वेङ् धातु धातु स्थाने धात्वादेशः वै इति भवति तत् विषयं यङ्गन्तप्रक्रियायां न भवति तदेव ज्या धातुः आकारान्तधातुः उपस्थापितम् पूर्वमेव ज्या धातुः विषये दृष्टवन्तः इति इति त्रयाणां धातुं यगन्तशुद्धिः निष्वप् ये इत्यमु शब्दे वे संवर्णे धातुत्रयं स्वपुस्यमु वे इति धातूनां सम्प्रसारणं भवति यङि परे वे धातुः आकारान्तधातुः उपस्थापितम् नीष्वप् आदिनिष्वप इत्यनेन नी नी इत्यस्य लोपः अपि च धात्वादेशः सः आदिनिष्वप्तः स्वप् इति धातुः स्वप् स्यम् इति धातोः सम्प्रसारणम् एकनिमिषम् स्वप् स्यम् इति धातोः सम्प्रसारणं कृत्वा विद्याभ्यासकार्यानन्तरं गुणो यङ्लुपोः इत्यनेन अभ्यासस्य गुणः क्रियते स्वप् योग यङ् इति अस्ति इदानीं सुप् इति भवति वकारस्य स्थाने उकारः भवति सम्प्रसारणात् इत्यनेन यकारस्य ततः पूर्वरूपादेश सुप् इत्येव भवति सुप्य सुसुप्य इति भवति गुणो यङ्लुपो इत्यनेन तत्र सुप्य अनन्तरम् आदेशप्रत्ययोः एकनिमिष आदेशप्रत्ययोः इत्यनेन तत्र आदेशप्रत्य सत्यम् एतत् आदेशप्रत्यय इत्यनेनैव भवति किमर्थम् इत्युक्ते मूले स्वपि एव आसीत् स्वपि एव आसीत् अतः आदेशस्य आदेशस्थाने अतः शोषुप्यते इति भवति तर्हि तथैव स्यम् योग यङ् अत्र सिम् इति भवति सम्प्रसारणं भूत्वा सम्प्रसारणाचित् सिम् सिम्य ते सिम्य ते सिम्य ते ते सिम्यति ते सिम्य रूपाणि भवन्ति स्वपि शमि व्यव्या स्वपि स्यमि व्ययां यङि इति अस्ति स्वप् स्यम् व्ययाम् एतेषां धातूनां सम्प्रसारणं भवति यङि परे स्वपिश्च समिश्च वे च इत्येतेषां चरेत्रद्वन्द्वः स्वपि स्यमि व्ययः तेषां स्वपि स्यमि व्यय स्वपि स्यमि व्ययाम् इति स्वपि स्यमि व्ययां षष्ट्यन्तं यङि सप्तम्यन्तं बिरदवितं सूत्रम् जङ्गः सम्प्रसारणं पुत्रपत्ययो पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणमित्यस्य अनुवृत्तिः अनुवृत्तिसूत्रमस्ति स्वपि स्यमि व्यवहारं सम्प्रसारणं यङि गुणयङ्गलोकोः परिचितसूत्रमस्ति अभ्यासस्य गुणः भवति यङि यङ्गलुपि च अनुवृत्तिसूत्रमस्ति अङ्गस्य अभ्यासस्य गुणः यङ्गलुपोः इति वयं प्रथमकरपत्रं समापितवन्तः अत्र यङि परे एव सम्प्रसारणं भवति न तु यम् स्वस्तु स्यम् धातोः सम्प्रसारणं स्यम् इत्युक्ते शब्दे स्यमु शब्दे द्वादि स्यमु वितर्के चुरादि स्यमु शब्दे स्यमति इति भवति प्रायः स्याम्यति स्याम्यते श्यामयते आम् तत्र सूत्रः अत्र तु श्यमति प्रयोगः नास्ति शब्दं करोति वा शब्दः शब्दम् बिडालः श्रमति शुनकः अपि श्रमति वर्षार्तौ तद् तस्य मुण्डूकः श्रमति श्रमति न किम् उक्तवन्तः किं रूपम् आसीत् महोदय वर्षा ऋतौ मण्डूकः अग्रिमकरपत्रं पश्यामः तत्र विशेषदातवः दत्ताः विशेषदातवः इति न सी डि इत्येव हनीद्वः जातः इति सामान्य एव दृश्यते प्रायः करपत्रं दीर्घं जातमिति भगिनी पठति वा उषा भगिनी इरुपदधातूनां यणन्तधातु एकनिमिषं भगिनि यङ्गन्तदातवः टेन् टेन् ओके अस्तु इदुपदधातूनां यङ्गन्तधातुसिद्धिः विद्युपद बिद् योगः यङ् उगन्तलघुपदस्य च ओके इति च इत्यनेन कार्यमपि नास्ति बिद् एव भवति बिद् योगः यकारः द्वित्व अभ्यासकार्यं भी भी अनन्तरं अभ्यासे चर्चा बि बि योगः द्य बिद्य इत्यस्य द्य बिबिद्य गुणो यङ् लुकोः इत्यनेन बे बिद्य इति यङ्गन्तदातु ओके बिद् बिद् योगः यङ् इगुपददातु ओ बिद् पूर्वं वयम् अदुपददातु इदानीम् इदुपददातु ओके बेबिद्य इति यङ्गन्तदातुः बेबिद्यते बेबिद्यन्ते एते बेबिद्यन्ते बेबिद्यसे बेबिद्येथे बेबिद्यद्वे बेबिद्ये बेबिद्यावहे बेबिद्यामहे एवमेव चिद् चिद् योगः यङ् चिद् सिद्ध्य इति भवति देन् अभ्यासे चर्च इत्यनेन चिद्ध्य ओ चेच इत्यनेन खलु भगिनि चेच इत्यनेन वा चिद् चिद् चिद् देन् चि चि चिद् ओके चि चिद् चेच इत्यनेन एव वा भगिनि चेच इत्यनेन चेच इत्यनेन तकारः तुक् सहितचकारः संहितायां चेच ह्रस्वस्य पिति कृति ह्रस्वस्य पिति कृति तत्र चकारस्य तुकागमः ह्रस्वस्य स्वरस्य चकारे परे संहितायां तुकागमः भवति इत्यनेन चित् चिद् इति भवति देन् तकारः शुनाश्चुः सोः शुनाश्चुः सो चकारः भवति चिच्छिद् ओके चिच्छिद् इति भवति चिच्छिद् चिच्छिद्य चिच्छिद्यते चिच्छिद्येते चिच्छिद्यन्ते चिच्छिद् यसे चिच्छिद् ये ते चित् चिद् यद्वे चित् चिद् ये चिच्चिद् यावहे चिच्चिद् यामहे उगन्तलघुपदस्य जन गुण न भवति भगिनि भवति किमर्थ ओ गुणो यङ् लुकोः ओ गुणो यङ् लुकोः इत्यनेन गुणः भवति अभ्यासस्य कृते आम् आं भुगन्तलघुपदस्य च इत्यनेन कार्यं नास्ति गुणो यङ् लुकोः इत्यनेन अभ्यासस्य कार्यम् अभ्यासस्य गुणः आम् चेच्छिद् आम् आम् चेच्छिद्य चेच्छिद्यते चेच्छिद्येते चेच्छिद् यन्ते चेच्छिद्यसे चेच्छिद्येते चेच्छिद् यद्वे चेच् अचिद्य चेच्छिद्ये चेच्छिद्यावहे चेच्छिद्यां चेच्छिद्ये चेच्छिद्ये चेच्छिद्यावहे चेच्छिद्यामहे आम् आम् इदानीं तत्र यदा उच्चारणं कृतवती तत्र सरलमासीत् किल चेचित् इति आम् आम् आम् तदेव अस्माकं उच्चारणं तदेव तावदेव तावदेव तत्र यदा तत्र कुत्रापि दोषः वयं कृतवन्तः इति आं भगिनि मिद् मिद् य देन् मि मिद्य देन् गुणो यङ्कोः मे मिद्यावहे चित् अत्र केच इत्यनेन कार्यं नास्ति चित् चिद्य सो चिचिद्य सो चेचिद्यते चित् चित् इति किम् अर्थ चित् चित् परिचित परिगणितदाति ओ ओके चेचिद्यते चेचिद्येते चेचिद्यन्ते चेचित्यसे चेचित् एते चेचित् यद्वे चेचित्ये चेचित्यावहे चेचित्यामहे बट् भगिनि आम् आं भगिनि आं चिन्तयतु किमर्थं तुक् आगम भवति पुनः वदतु भगिनि चेच इति एकं सूत्रमस्ति खलु भगिनि 6173 सो ह्रस्वस्य पिति कृति तुक् इत्यनेन दट दट् ह्रस्वस्य इति तुक् आगम इति अनुवृत्तिसहितम् आयाति चेच इति कृते चेच इत्यनेन चिद् इति अस्ति चेत् चेच इत्यनेन तुक् आगमः भवति तुक् आगमः चेच विधीयते चेत् देन् चित् हौ डु ऐ से चिद् टु इति भवति वा देन् अनन्तरं चित् तुक् आगमः तुक् आगमः न न भगिनि सो चे इत्यस्य कृते प्रथमं वयं कर्तुं शक्नुमः खलु चिद् सो चि चि इत्यस्य कृते एव विदितः भवति खलु स्वरस्य तुकागमः आमां सो चि इति चित् भवति अभ्यासस्य कृते ओके देन् परः चकारः अस्ति इत्यनेन स्तोः नाशुः इत्यनेन सकारः चकारः भवति प्रथमं चिद् चिद् अनन्तरं ह्रस्वस्य कृति कृति तुक् ह्रस्वस्वरः कः चि इति किल इदानीं तत्र दकारः चिद् चिद् इत्यत्र दकारः हलादिशेषः इत्यनेन आदिना हल् एव लुप् शेषः किल अन्यत् सर्वं लुप्यते चि इदानीं तत्र किं भवति ह्रस्वस्य पिति कृति तुक् ह्रस्वः कः चि तस्य तुक् आगमः चि तुक् तकारः चिद् इदानीं तत्र तकारः अस्ति चकारः वदतु भगिनि छिद् इत्यस्य कृते छिद् इत्यस्य कृते अत्र तु अत्र ओ सो द छिद् इति तु छिद् इति प्रथमम् आयाति देन् द्वित्व अभ्यासकार्यम् इत्यनेन देन् तु सि ओके ओके आम् आम् आम् आम् आं भगिनि छिद् इति तु छिद् इति भवति अनन्तरं द्वित्व अभ्यासकार्यम् ओके ओके देन् आम् आम् इदानीं तत्र तकारः अस्ति चकारः अस्ति इकारः किल तकारः चकारः इकारः इदानीं स्तोवोश्चुनाश्चुः इत्यनेन तकारस्य स्थाने चकारः अतः इदानीम् अभ्यास किं भवति अभ्यासे चर्चा वा अभ्यासे चर्चा इत्यनेन न अभ्यासे चर्चा इत्यनेन महाप्राणचकारस्य स्थाने अल्पप्राण सत्यं वा धन्यवादः भगिनि इट् इस् एक्ससैस् देर् उद्पदा धातूनां यङ्गन्तधातु सिद्धिः बुद्ध धातु योगः यङ् उगन्तलघुपदश्च इति प्रसक्तिः अस्ति परन्तु नीतिचायतेन निषेधः भूत्वा गुणः न भवति बुद्ध युगय युत् अभ्यासकार्यं पदं बुद्ध बुद् भू भुद् भू बुद्ध्य भू गुणो यङ् लुखोः इत्यनेन भो बुद्ध्य इति रूपं भो बुध्यते भो बुध्येते भो बुध्यन्ते भो बुध्येसे भो बुध्येथे भो बुद्ध्वे भो बुद्धे भो बुद्ध्वहे भो बुद्ध्वहे भो बुद्ध्यावहे भो बुद्ध्यामहे रुद्धदात् अपि सामान्यमेव प्रथमं गुणः न भवति रुद्ध यङ्गेव अस्ति तदनन्तरं चित्तकार्यं भूत्वा रुद् रुद् रुद् गुणो यङ् लुगोः सुतेन गुणं भूत्वा रोरुध्यते रोरुध्येते रोरुध्यन्ते रोरुद्येसे रोरुद्येथे रोरुद्वे रोरुद्ये रोरुद्यावहे रोरुद्यामहे तदेव लुब् लुब् अपि गुणः नास्ति नीतिचायतसूत्रेण निषेधः लुब् लुब् लुब् लु लुब्य गुण भूत्वा गुणो यङ्लुको इत्यनेन लो लुभ्यते लोलुभ्येते लोलुभ्यन्ते लोलुभ्येसे लोलुभ्येथे लोलुभ्यद्वे लोलुभ्ये लोलुभ्ये लोलुभ्यावहे लोलुभ्यामहे रोदति रोदति रुद्यते रुद्खामे विवादि रुद्यते रुद्यते प्रायेण अयम् अनुपूर्वकः एव प्रयुक्तः दृश्यते अनुरुद्यते एव अत्र तस्य प्रयोगः भवति धन्यवादः भगिनि महोदय अग्रे ऋतुपद ऋतुपदधातूनां यगान्तसूत्रमस्ति रीक् ऋतुपदस्य च उत्तरेण ऋतुपदधातोः अभ्यासस्य रि इति आगमः भवति यङ्गिपदे, यथा धृत्ययोग यङ् इति अस्ति, तत्र न नृत्य इति तत्र नृ भवति, तत्र क्षम्यतां तत्र किं भवति अत्र उरत् खलु, तत्र किं भवति अत्र उरत् नृ इति भवति, नृ नृत्य इति नृत्य खलु, नृनृत्य इति अस्ति नृत्य इति भवति, न नृत्य इति अस्ति इदानीं उपधायां तत्र रीग् ऋतुपद्धति सूत्रेण अभ्यासस्य रीग् आगमः भवति नरीनृत्य नरीनृत्य इति नरीनृत्यते नरीनृत्यते नरीच्यते नरीनृत्यन्ते इति भवति रीग् ऋतुपदस्य ऋतुपदधातोः अभ्यासस्य रीग् इति आगमः भवति यङि यङ्लुकि च इति रीक् कित् अतः अभ्यासस्य अन्ते विधीयते. अनुवृत्तिसहितसूत्रमस्ति ऋतुपदस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः. एवमेव तृप् अस्ति तरीतृप्यते वरीवृध्यते शरीषिध्यते शरीकृष्यते मरीमृष्यते वरीवृत्यते इति रूपाणि. तृप् वयं जानीमः तृप्यते वृध्यते इति वर्धनं किल शुद्धि धातुत्रयमस्ति शुद्ध मुन्दने शब्दपुत्सायां च द्वादौ शुद्ध मुन्दने द्वादौ एव उन्दने इत्यस्मिन् अर्थे धातुद्वयमस्ति. अनन्तरं शुद् प्रहसने प्रसहने शुदातु टु टालरेट् कथम् आगच्छति शर्धति शर्धयति कृषकर्षति दृश्य इति अपि मोयिस्टन् इत्येव अर्थः भवति. मृतदातुः वयं अग्रे महोदय अद्य अहं तत् भवादिगणे धातु अहं पश्यन् आसम्, तत्र एकं दृष्टवान् ऐ इति गत ऐ इति अस्ति अयते इति तत्र क्रमेण अस्ति अयगतौ वयगतौ पयगतौ मयगतौ चयगतौ तयगतौ रयगतौ ययगतौ नयगतौ दयगतौ एते गातवः सन्ति. गति गति गत्यर्थके अस्ति सर्वे आत्मनेपदिनः दातवः तत्र क्रमेण सन्ति दश अय वय पय मय चय तय नय क्रमेण सन्ति चेत् सम्यक् एव किल अथवा तत्र ये कण्ठस्थी कुर्वन्ति तेषां कृते बहु क्लेशः भवति. आमाम् अग्रे कृप् धातुः इति विशेषः. कृपेश्च अवकल्कने विचारं करोति चिन्तनं करोति. कृपेश्च इति धातुः चुरादिगणे अस्ति. लटि कल्पति कल्पयति कल्पयते. कृपु सामर्थ्ये समर्थः भवति इति भुवादिगणीयधातुः अस्ति. लटि कल्पते उभयत्र कृपोः कृपः रः लः कृपोरोलः इत्यनेन लत्वम्. कृपोरोलः कृपधातोः रेपश्च लकारादेशः भवति. र इति श्रुतिसामान्यं बोध्यं तेन यः केवलं रेपः यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणं ऋकारस्थ अपि ग्रहणं भवति. लः इत्यपि श्रुतिसामान्यमेव अतः आहत्य कृपधातोः यदा गुणादेशः कृत्वा रेफः भवति तस्य रेफस्य स्थाने लकारादेशः भवति. पुनः कृप् धातोः ऋकारस्य यः रेफसदृशः अंशः तस्य स्थाने ल सदृशः अंशादेशः भवति, नाम ऋ स्थाने ऋ इति भवति. किमर्थं तत्र कृपः रः लः इति अस्ति अत्र सूत्रे. कृपो कृपः उः इति विच्छेदः. कृपो इत्युक्ते कृपः उः इति कृप कृप उः कृपयोग उः कृपोः इति कृपो इति भवति. कृपयोग उ इति विच्छेदः. अतः उ इत्युक्ते ऋकार. कृप् लुप्तषष्ट्येकं पदम्, उ षष्ट्यन्तं, रः षष्ट्यन्तं, लः प्रथमान्तम्. अनेक तदविधं सूत्रं. कृपः इत्यस्य द्विवारम् आवृत्तिः. सूत्रस्वयं सम्पूर्णं. कृपः उः कृपः रः लः इति जानीमः. तत्र यत्र गुणः भवति तत्र लकारः भवति, यत्र गुणः न भवति तत्र ऋ एव तिष्ठति. तत्र ऋकारस्य तत्र अत्र ऋकारस्य तत्र यत्र तत्र रेपस्य लृ इति भवति. तत्र ऋकारस्य लृ इति भवति. लृपधातोः द्वितीयाभ्यासकार्यं यथा सामान्यम् अस्मिन् सूत्रे रीग् उदुपदस्य च इत्यनेन रीक् इति आगमः भवति. तदा कृपोरोलः इत्यनेन अभ्यासस्य रेफान्त रेफस्य स्थाने लकारादेशः, धातोः च ऋकारस्य स्थाने लृकारः. किमर्थं गुणः न भवति तत्र. कृपयोग यङ् तत्र ककृप् इति भवति. कृप् कृप् अनन्तरं करकृप् ककृप् इति ककृप्य इति अस्ति. अनन्तरं तत्र कुहोश्चुः इत्यनेन चकृप्य चकृप्य इति इदानीम् इदानीं तत्र चकृप्य इति अत्र ऋकार इति ऋतुपदस्य अस्ति. अत्र री ऋतुपदस्य इत्यनेन चरीकृप्य इति भवति. चरीकृप्य इदानीम् अत्र धातुः एव अस्ति, यद्यपि चरीकृप्य इति यगन्तधातुः अस्ति. अत्र कृपः रः लः इत्यनेन कृप क्षम्यतां कृपो रो रोलः इत्यनेन तत्र ऋकारस्य स्थाने रेपस्य स्थाने लकारः चली. कृप्य इत्यस्मिन् तत्र ऋ अस्ति, तस्मिन् तत्र लकारः अपि योज्यते. चलि चली कृप्यते इति चली कृप्यते इति वदति. अतः रेपस्य स्थाने अपि लकारः, अनन्तरं ऋकारस्य स्थाने अपि आदेशद्वयं तदेव वयं प्रथमपाठे द्वादिगणगणे तत्र द्वादिगणे एव परन्तु इदानीमेव भगिनी पुनरेकवारं तत्र कृप् कृप् तत्र कृप् कर् कृप् कर् कृप् य च तत्र हलादिशेषः च कृप्य कुहोष्टुः रीङ्गादेशः चरीकृप्य इदानीं कृपोरोलः आगच्छति. कृपोरोलः किं करोति इत्युक्ते रेपस्य स्थाने लकारः, अनन्तरं ऋकारस्य स्थाने लु स्वरवर्णः लु, अतः चली कृत्य इति भवति. तत्र वयम् उदाहरणं न दृष्टवन्तः, अग्रे भविष्यति इति इदानीमेव उदाहरणं प्राप्तं. पुनः कृधातोः ऋकारस्य यः रेप् सदृश अंशः तस्य स्थाने ल सदृश अंशः भवेत् नाम ऋकारस्य आदेशस्य किमर्थं कृतवन्तः इति प्रश्नः. अस्तु अग्रे प्रायः भवेत् पश्यामः. भगिनी भवती पठति वरन् तर्हि त्रिपुरः तर्हि कृपोरोलः इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारादेशः, कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः, कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृश आदेशः भवति. आहत्य कृप् धातोः रेपस्य लकारादेशः देन् कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृशः लकारसदृशादेशः सदृशः लृ लकारः एव रेपस्य स्थाने अतः नीत्यस्य स्थाने लकारादेशः अनन्तरं रेपसदृशस्य ऋकारस्य स्थाने लृ यत्र कृप् धातोः उपधायाः गुणः भवति कर्प तत्र रेपस्य स्थाने लकार आदेशः अतः कल्प् इति फलम् आम् यत्र कृप् धातोः उपधायाः गुणः भवति तत्र रेपस्य स्थाने लकार आदेशः अतः कल्प् ऋकारः सो अर् अर् सो देर् रेपस्य स्थाने लकार आदेशः अतः कल्प् इति भवति कल्प् इति फलं यत्र उपदागुणेन गुणः न भवति यत्र उपदागुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकार आदेशः अतः कृप् इति फलम् दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यत्र प्रदर्श्यते ओके दिस् टेक् सम् टैम् बै नटी अग्रे पठामि वा नटी कल्पयति अथवा कल्पयते ओके सो उभयपति दा ओके कृप् योगः निच् कृपयोगः णिच् इति कृते उगन्तलघुपदस्य च इत्यनेन उपधायां लघु इक् गुणः ओके ओके अजन्तदातु नास्ति सो पुगन्तलघुपदस्य च इत्यनेन गुणः भवति कर्पयोगः इ सो कृपोरो लः इत्यनेन रेपस्य स्थाने लकारादेशः रेपस्य स्थाने लकार आदेशः कर्प् इति स्थिते कल्प् इति भवति ओके कल्प् योगः ई कल्पि णिच् इत्यनेन कल्पि इति धातुः कल्पि णिच् इत्यनेन शप् आयाति कल्पी योगः शप् कल्पय इति अङ्गं कल्पय इति अङ्गं कल्पयति कल्पयति अथवा कल्पयते सो कृपो रो लः इति तत्र वयं दृष्टवन्तः परन्तु वयम् अग्रे अपि पूर्वपाठे वयं दृष्टवन्तः परन्तु अहं न स्मरामि सो कल्पयति कल्पयते णिच् रूपं लटी अपि कल्पयति कल्पयते णिच् णिच् अपि तथा एव समानमेव कल्पयति कल्पयते तथा दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यत्र प्रदर्श्यते ओके सो अत्र चली कृप्यते चली कृप्यते चली हौ डिड् चलीकं चरी चरी कृप्य ओ दट् इस् द कृपो रोलः इत्यनेन अभ्यासस्य रि इत्यस्य स्थाने लकारादेशः चली देन् धातु कृ इत्यस्य कृते ऋ इत्यस्य स्थाने देद रेप अंश इति दत्त्वा ऋकारस्य अंशः यः रेपसदृशः ओके तस्य स्थाने लकारसदृश आदेशः भवति ओके कलीकृप्य परन्तु लटि कल्पयते अपि च णिचि अपि कल्पयति कल्पयते अस्तु कल्पयति कल्पयते प्रसिद्धं रूपमेव परन्तु आम् निट्लकारे गुणनिषेधात् ऋकारस्य उदाहरणम् ओके निटि च कृपे कृप् योगः ये द्वित्वम् अभ्यासकार्यं कृप् योगः ये ओद आत्मनेपतिप्रत्यय ओके कृप् आम् आम् लिटि खलु भगिनि लिट् ये आते आते संथिङ्ग् लैक् दट् ये आते आते ये प्रथमपुरुष एकवचनं कृप् योगः ये द्वित्वम् अभ्यासकार्यं च कृप् योगः ये कृपो रोलः इत्यनेन ऋकारस्य स्थाने ऋकार आदेशः च कृप् योगः ये च कृपे ओके तथा लिट् अत्र गुणः नास्ति किम् ओके लिट् लिट् अत्र किमर्थं गुणः नास्ति कृप् योगः ये कृप् योगः ये तत्र निषेधः अस्ति तत्र गुणनिषेधःकारे कृप् योगः ये कृत्वम् अभ्यासकार्यं चकृप् योगः ये कृपोलः लकारादेशः चक्लुप् योगः ये चक्लुपे कुत्र गुणस्य प्रसक्तिः अतः न न कृप् प्रथमं लिट् कृप् योगः लिट् किमर्थं गुणः नास्ति ऐ हेव् डन् अ लिटिल् बिट् भगिनी बट् ऐ डोण्ट् रिमेम्बर् नौ वाट्स् लिटि धातोर् अनभ्यासस्य द्वित्वं कृपयोगः कृप् कृ कृप्ये हलादिशेषः चु कृप्ये कुभोश्चुः च कृप्ये उरत् कृपो रोलः इति सूत्रस्य कार्यं तत्र गुणस्य प्रसक्तिः भवति कृपयोगः एष इत्यत्र एव वा एष परन्तु इदानीं वयं तु वित्तकार्यं करणीयं किल धातोः रेफस्य लकार आदेशः भवति असहयोगात् असहयोगात् लिट् कित् ऐ थिङ्क् दट् इस् द सूत्र भगिनि असहयोगात् लिट् कित् इत्यनेन इवन् पत् आर्धधाधिक लिट् आल्सो द पित्त पित्त कम्स् फर् आर्धधातुक बट् देन् वाट् इस् दट् सूत्र असहयोगात् लिट् कित् खलु भगिनि लिट् अफिक्स् अहमपि गत सेमिस्टर् मध्ये लिट् कृतवती इदानीं स्मरणेन किं सूत्रं किं भगिनि असहयोगात् तदेव अस्ति असहयोगात् लिट् कित् इति तदेव अस्ति असहयोगात् लिट् कित् इति अस्ति तत्र संयोगभिन्नवर्णात् लिट् लकारस्य अपि प्रत्ययः अस्ति संयोगभिन्न धातोः अन्ते संयोगः नास्ति तर्हि तस्मात् अग्रे विद्यमानः लिट् लकारस्य अपि प्रत्ययः कित् वर्तते कित् भवति अतः इदानीम् अस्माकं कृते किं सुगोरोलः इत्यनेन चक्लुपे चक्लुपे प्रश्नः उदेति यदि रेपस्य स्थाने लकारः तु भवति एव तर्हि किमर्थं मूलधातौ उपदेश अवस्थायां क्लृप् न स्यात् उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितं स्वरस्य विशिष्टम् इङ्गितम् अतः वेदे अयं धातुः ऋद् उपतधातुः भवेत् तत्र तस्मिन् पाठे अपि एतदेव उत्तरमासीत् वेदे तस्य महत्त्वमस्ति अतः एव कृप् इति पाणिनिना कृतं न तु क्लुप् इति पाणिनि हिंसस् किमर्थं धातु कृप् क्लृप् कुड् हाव् बीन् देयर् अस्तु तत्र लकार आदेशः भवति तत्र क्लृप् इत्येव भवेत् अतः तत्र न वेदे तस्य महत्त्वमस्ति इति उक्तः पठामः पञ्चनिमिषम् अवशिष्टम् अधुना भगिनी पठति वा अनिदित् धातूनां हेगान्तदातु भगिनि अनिदतां धातूनां यङ्गन्तदातुः सिद्धिः पाणिनेः धातुपाठे अनिदित् धातवः इमे अञ्चु अञ्जु किं भगिनि अग्रे अग्रे तत् टेबल् देयं यत् येषु अञ्चु अञ्ज् इन्द् उन्द् उम्ब् रुम्ब् इत्येते धातवः अदादयः अतः एभ्यः यङ् प्रत्ययः न भवति यतोहि अलादि एकात् धातुभ्य एव यङ् इति सामान्यः नियमः अवशिष्ट धातुभिः कथं यङ्गन्तदातवः अस्ति इति सिद्ध्यते इति अग्रे प्रदर्श्यते अत्र कोष्ठे दत्तं धातवः परन्तु प्रथमम् अञ्चु अञ्ज् इन्द् उन्द् उम्ब् रुम् धातवः अदादयः अनेकाचः अतः यङ्गन्तप्राप्तिः न भवति अन्येषु धातुतः किं भवति इति वयं पठामः प्रथमतया स्मर्यतां यत् अनिदितां धातूनां नकारलोपो भवति अनिदितां हल् उपादायाः किमिति येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपोः भवति किति निति प्रत्ययपरे इत् इत् अस्ति येषाम् इति इदितः न इदितः अनिदितः बहुव्रीहि गर्भ न तत्पुरुषसमासः तेषाम् अनिदितां खु च तयोः इतरेतरद्वन्द्वः क्वाङ्गौ इति इत्तौ यस्य सः निति द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् निति अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपादायां षष्ट्यन्तं इति सप्तम्यन्तम् अनेकप्रथमिदं सूत्रम् सन्न लोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुभूतिसहितं अनिदितां हलः अङ्गस्य उपादायाः नः लोपः किमिति ओके अत्र नूतन सूत्रमस्ति अनिदितां हल् उपादायाः किमिति येषु येषां हलन्तधातूनां अश्व इकार इत्संज्ञा नास्ति तदेव अनिदित् इति उच्यते तेषाम् उपादायं नकारः अस्ति चेत् तस्य नकारलोपो भवति नित् नित् किति निति प्रत्ययपरि अतः अनुभूतिसहितसूत्रं वदति अनिदितां हलः अङ्गस्य उपादायाः नः लोपः इति धातु अनिदित् धातु अस्ति हलः हल् हलन्तधातु अङ्गस्य उपादाय नकार अस्ति चेत् तस्य लोपः भवति कितिमिति परे तदेव सूत्रं वदति अपि च स्मर्यतां यत् नकारलोपः सामान्य अङ्गकार्यं यङ्गन्तसिद्धिप्रक्रियायां च सामान्य अङ्गकार्यं द्वित्वं कुर्मेव करणीयम् नूतन वाक्यं वदति यङ्गन्त समये धातुतः विधीयते चेत् नकारलोपः अङ्गकारी सामान्य अङ्गकार्यं तदेव यङ्गन्तसिद्धिप्रक्रियायां प्रथमं त्यक्तं पूर्वमेव अङ्गकार्यं करणीयम् तदेव अञ्चु अत्र अपगच्छति अच्छेव अवशिष्यति तदेव दातव्यम् तद् प्रथमबिन्दुः पठतु. वञ्च संसु वंशु भ्रंशु वञ्च स्रंसु ध्वंसु भ्रंस् कन्द् इति चतुर्णां धातूनां यङ्गन्तधातुसिद्धिः. येषां धातूनाम् अभ्यासस्य नीक् आगमो भवति यङ्गीपरे. वञ्च् युग यङ् अनिदितां हल् उपधायाः निति जनेन नित्प्रत्यय निरिप्रत्ययपरे नकारलोपः. अतः वच् युगहाय द्वित्वाभ्यासकार्यं वा वच नीञ्चु संशु ध्वंशु भ्रंशु भ्रंशु औकस पद पद तकारान्नं कन्दानाम् इत्यनेन अभ्यास नीङ् आगमः यङ्गीपरे. वनिव्य इति यङ् धातुः. वनिवय्यते इति रूपम् अत्र वनि ओ ओके वनिवच्छति. अत्र तदर्थं व्यङ् चतुर्धातः अस्ति वञ्च् सञ्च् ध्वंस् भ्रंश् कन्. अत्र ते सर्वे अनिदितं धातः. अतः अनिदितां हल् उपदायशाकिति इति सूत्रेण प्रथमं द्वित्वकार्यं प्रथमम् अङ्गकार्यं करणीयं नकारलोपः भवति. तदेव वच् इति धातु रूपमस्ति. वच् योगः द्वितीयाभ्यासकार्यं कृत्वा वा वच् वच् हलिष इति चकारलोपः भवति. वा एव अवशिष्यति. वा वच्य अधुना नूतनसूत्रमस्ति. नीङ् वशुं संशु ध्वंसु भ्रंशु कश पत पद स्कन्दाताम् इति सूत्रे नीक् आगमः भवति. नीक् इति चित् प्रत्ययः अतः अन्ते भवति यङ् परे. अतः वनि वच्च इति यङ्गन्तधातु. तिङ्गन्तप्रत्यय ते विधीयते. धातु अर्धधातुकप्रत्यय विधीयते. वनि वच्यते वनि वच्येते वनि वच्यन्ते वनि वच्यसे वनि वच्येते वनि वच्यत्वे वनि वच्ये वनि वच्यावहे वनि वच्यामहे इति रूपम् वञ्चति इति प्रायः अर्थः भवति वा वच् अस्तु. अग्रे अग्रिमसप्ताहे कुर्मः. स्वंस आरभ्य तत्र अनिदितदातवः एव वशिष्ठाः. अतः अनन्तरं किम् अकारान्त अभ्यासवताम् इतोपि अस्ति विषयाः सन्ति. अतः अग्रिमसप्ताहे अनुवर्तयामः. समीचीनं वा? आं भगिनि, धन्यवादः. धन्यवादः. धन्यवादः भगिनि. नमस्कारः भगिनि.